पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 211 नारद उवाच शिवे तव पुरःसर्वं मुकुन्दाख्यानमुत्तमं कथितं चण्डकस्यापि नापि तस्य शृणुष्व मे यस्मिन् दिने मुकुन्दस्तु ब्राह्मणस्तेन खादितः चण्डकेन तदा राजं तद्वृत्तं नागरैश्रुतं श्रुत्वा तैस्तन्नृपस्याग्रे निवेदितमिति स्फुटं नागरा ऊचुः चण्डकेन हदो राजन्मुकुन्दो ब्राह्मणोत्तमः नीतं च तद्धनं भूरि यद्युक्तं तद्विधीयतां त्वमस्माकं प्रजानां हि रक्षकशासकोऽसतां नारद उवाच इत्याकर्ण्य स भूपालो मन्त्रिणं पार्श्ववर्तिनम् उवाच कोपरक्ताक्ष किमेभिकथ्यते शृणो शीघ्रमानयदं पापं नो चेत् त्वां खादयाम्यहम् उत्तिष्ठोत्तिष्ठपापिष्ट साधूनां शं विधीयताम् पीड्यन्ते विषये यस्य प्रजा दस्युभिरुल्बणैः स नृपो नरकं याधि तेभ्यस्ताश्चेन्न रक्षति नारद उवाच निशम्ये दिवचो राज्ञः सचिवस शिवे नृपः वेगेन हयमारुह्य पदादिशदसंयुधः ययौ गृहे मुकुन्दस्य तस्य बन्धून पृच्छत मुकुन्धकेन निहतः सत्यं ब्रूद ममाग्रतः तं पापं निहनिष्यामि शासनाद्भूपदेरहं नारद उवाच श्रुत्वेदि मन्त्रिणो वाक्यं प्रत्युचुर्विप्रबान्धवाः विप्रबान्धवा ऊचुः चण्डकेन हदो मन्त्रिन्मुकुन्दो नापि तेन हि इदं पलायमानस्य तस्योष्णीषं पपादवै दृष्टस्वचक्षुषावध्वा मुकुन्दस्यैव सोखकृत किं कुर्मस्तेन पापेन मज्जिताशोकसागरे नारद उवाच इत्याकर्ण्य वचस्तेषां बन्धूनां ब्राह्मणस्य हि स मन्त्री तस्य पापस्य नापि तस्य गृहं ययौ अश्वादुत्तीर्य सरसा तद्गृहं स्वयमाविशद कदिभिपतिभिः सार्धं शयानं च ददर्शः पत्तयस्तु तदाज्ञाप्ता केशाश्वाकृष्य तत्क्षणाद तत्पादुद्धापयामासुस्तं पापं नापि ताधमं किं किमित्येव सञ्चल्पनेत्रे उन्मीलयत्यसौ यावत् स नापि तः पापस्तावत्तं ददृशे पुरः संस्मरन्तं निजं कर्म रात्रौ यत्कृतवानखम् अधो मुखः क्षणं तस्थौ पश्यन्मूर्ध्नि स्थितं यमं ग्राहयित्वा च सचिवस्तं पापं च स्वपत्तिभिः निनाय नृपतेः पार्श्वमिति चोवाच भूपतिम् अनीदो ब्रह्मराजनयं चण्डक नापितः यदाज्ञापयसि स्वामिं स्तरसा तत्करोम्यहं राजोवाच धर्मज्ञ स सजीवश्रेष्ठ शृणु त्वं वचनं मम इयं सरिद्वरा युष्मंश्चन्द्रभागात्र निर्मलाः त्यजन्ति यत्र वै प्राणाल्लभन्ते ते सुरास्पदम् अत एष न गन्तव्यः पापात्मा ह्यत्र नापिदः पञ्चकोशान्तरे ह्यस्य मर्यादाया बहिर्यदि नरकान्दारुणान् ह्यश ब्रह्मः यादुमाचिरम् नारदो वाच युत्युक्तस्तेन वैराज्ञा स राजमन्त्रिसप्तमः स्वपचान् प्रेरयामास हन्तुं तं भूपशासनाद स्वपचास्ते तमुन्नीय चन्द्रभागापरे तटे योजनद्वयभूभागं चिच्छिदुस्तस्य मस्तकं स पापो मारवे देशे सर्पो भूत् कालविग्रहः दव कोडरमध्यस्थो विषज्वालाकरान्ननः सशुष्को धव वृक्षस्तु तस्य फूत्कारवह्निना तथा तपनतापेन सरसोऽपि यथा ह्रदः गमनाप्तस्य पापस्य सर्वतो वृक्षमूषरम् उच्छिद्य तृणजादादिजातं पश्वहितं तदा तत्र जातुसमायादः सार्धो दक्षिणदेशतः नारायणाश्रमं गच्छन् बदर्याख्यं शिवे नृप तत्रैको ब्राह्मण कश्चित् सार्धे सम्मीलितः पथि निश्चिद्रां काष्ठमञ्जूषां पितृमात्रस्ति संयुतां स्कन्धेन धारयन्यादि तानि पादयितुं नृप गङ्गाम्भसि महाभाग पापिनामपि कामदे सोऽप्यागतस्तत्र वने यत्रास्ति स भुजङ्गमः विविक्ते क्षिप्य मञ्जूषां शलाकालोहनिर्मिताम् अथागत्य भुजङ्गोत्सौ शलाकां फणया खटत किञ्चिदुद्धाडितायां स मञ्जूषायां समाविशद पुनः शलाका स्वं स्थानमागताथ स कुण्डली तत्रैव तस्थौ निच्छेष्टो मञ्जूषायां विशोल्बणः अध प्रभाते सर्वे ते चेलुस्थानात्ततो नृप ब्राह्मणसोऽपि मञ्जूषां कम्बलेन समावृतां कृत्वा शिरसि राजेन्द्र चचालप्रतिजाह्नवीं कदिभिर्वासरैः सार्धः सम्प्राप्तस्तीर्थगामिनाम् इहैव कोशालयां वै पुनीतायां महीपदे अथ सीतातुरो विप्रः कम्बलं चोदकाडयद मञ्जूषावरणं राजन् तत्रायोध्यातटे शुभे सोऽपि सर्पो निराहारो लब्ध्वा मारुदभोजनं निश्चक्राम बहिस्तस्मादुत्क्षेप्य सुशलाकिकां तं निःसृतं समालोक्य सर्प सर्प इति क्रुद्धा व्याहरन्दो जनाः सर्वे लोष्टहस्ताः समभ्ययुः यावत् पलायदे सर्पस्तावक्तेगेन खादिनः तत्याजस तदा प्राणान् पश्यतां तीर्थगामिनां त्यक्त्वा भुजङ्गदेहं स देवत्वं प्राप दुर्लभं दिव्यं विमानमारुह्य प्रोवाचेदं जनानिह सर्प उवाच भो दक्षिणात्याशृणुद ब्राह्मणा वचनं मम पुरा चण्डकनामाहं नापिदो ब्रह्महाधमः ब्रह्महत्याप्रदोषेण सर्प आसम्मरुस्थले भुक्त्वा नरकदुःखानि वर्षाणां लक्षपञ्चकम् अदीदं सर्पयो नौ मे वर्षाणां मयूतद्वयं तीर्थस्यास्य प्रसादेन प्राप्तं देवत्वमुत्तमं तस्मादिदं न वैत्याज्यं तीर्थं वै कोशलाभिधं सर्वार्थदं यदो नाकप्राप्तपापीयसा मया नारद उवाच एवं स नापितः पापो योनिं प्राप्य विनिन्दितां जगामध्यां विमानस्थस्तीर्थस्यास्य प्रसाददः ते दाक्षिणात्यायदयो भूत्वा तत्रैव तीर्थके ऊषुर्गोविन्दपादाब्ज मानसा दृष्टवैभवे माहात्म्यमस्य तीर्थस्य दृष्ट्वा स ब्राह्मणोत्तमः तीर्थेऽत्र जात विश्रद्धपित्रोरस्तीनि सोक्षिपद पतितेष्वस्तिखण्डेषु पितरौ तस्य तत्क्षणाद विमानवरमारूढौ दिव्यौ तत्र समागतौ ऊचतुश्च स्वतनयं शृण्वानेषु जनेषु वै वत्सजीवचिरं लोके धनधान्यसुखी भव अवयोर्मुक्तिदानाच्च मुक्तिं यास्यसि नो मृषा गङ्गायां पिण्डदानेन यद्फलं स्यात्सु तस्य वै पितॄणां या गदिश्चात्रद्वयं स्यादस्ति पाददः इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये मुकुन्दोपाख्यानं नामैकादशाधिकद्विशततमोऽध्यायः ॐ